चत्वारिवर्णः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पादितं ब्राह्मणोऽस्य मुखमासीत् इत्यादिश्रुते गुणकर्मविभागशः गुणविभागशः कर्मविभागशश्च गुणाः सत्परजस्तमांसि तत्र सात्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य शमोदमस्तपः इत्यादीनि कर्माणि सत्त्वोपसर्जने रजप्रधानस्य क्षत्रियस्य शौर्यतेजप्रवृत्तीनि कर्माणि तम उपसर्जन रजप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि राज उपसर्जन तमप्रधानस्य शूद्रस्य शुश्रूषा इव कर्म इत्येवं गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम् इत्यर्थः तच्च इदं चातुर्वर्ण्यं न अन्येषु लोकेषु अतः मानुषे लोके इति विशेषणं हन्त तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मणः कर्तृत्वं तत्फलेन युज्यसे अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति उच्यते यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मा परमार्थतः विद्य अकर्तार अत एव अव्ययम् असंसारिणं च मां वेत्ति येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतः तेषाम् अकर्ता इव यतः न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृह इति मां योऽभिजानाति कर्मभिर्न स बध्यते न मां तानि कर्माणि लिम्पन्ति देहादि आरम्भत्वेन अहङ्कार अभाव न च तेषां कर्मणां फलेषु मे मम स्पृहा तृष्णा येषां तु संसारिणाम् अहं कर्ता इत्यभिमानः कर्मसु स्पृहा तत्फलेषु च तान् कर्माणि लिम्पन्ति इति युक्तं तदभावत्वा न मां कर्माणि लिम्पन्ति इति एवं यः अन्योपि माम् आत्मत्वेन अभिजानाति नाहं कर्ता न मे कर्मफले स्पृहा इति सः कर्मभिः न बध्यते तस्यापि न देहादि आरम्भकाणि कर्माणि भवन्ति इत्यर्थः नाहं कर्ता न मे कर्मफले स्पृहा इति एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिः कुरु तेन कर्मैव त्वं न तूष्णीमासनं नापि संन्यासः कर्तव्यः तस्मात् त्वं पूर्वैरपि अनुष्ठितत्वं यदि अनात्मन्यः त्वं तदा आत्मशुद्ध्यर्थं तत्त्वविच्छे लोकसङ्ग्रहार्थं पूर्वैः जनकादिभिः पूर्वतरं कृतं न अधुनातनं कृतं निर्वर्तितं तत्र कर्म चेत् कर्तव्यं त्वद्वचनादेव करोम्यहं किं विशेषतेन पूर्वैः पूर्वतरं कृतम् इति उच्यते यस्मात् महद्वैषम्यं कर्मणि कथं किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभम् किं कर्म किं च अकर्म इति कवयः मेधाविनः अपि अत्र अस्मिन् कर्मादिविषये मोहिताः मोहं गताः अतः ते तुभ्यम् अहं कर्म अकर्म च प्रवक्ष्यामि यज्ञात्वा विदित्वा कर्मादिमोक्षते अशुभान् संसारात् न च एतत्त्वया मन्तव्यं कर्म नाम देहादिचेष्टा लोकप्रसिद्धम् अकर्म नाम तदक्रिया तूष्णीमासनं किं तत्र बोद्धव्यम् इति कस्मात् उच्यते कर्मणोक्ष्यपि बोद्धव्यम् बोद्धव्यञ्च विकर्मणः अकर्मणश्च बोद्धव्यं गानाकर्मणो गतिः कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्धव्यं बोद्धव्यञ्च अस्त्येव विकर्मणः प्रतिषिद्धस्य तथा अकर्मणश्च तूष्णीभावस्य बोद्धव्यम् अस्ति इति त्रिष्वपि अध्याहारः कर्तव्यः यस्मात् गहन विषमदुर्ज्ञेय कर्मणः इति उपलक्षणार्थं कर्मादीनः कर्माकर्मविकर्मणां गतिः याथात्म्यं तत्त्वम् इत्यर्थः किं पुनस्तत्त्वं कर्मादेः यद् बोद्धव्यं वक्ष्यामि इति प्रतिज्ञातम् उच्यते कर्मण्यः कर्म यः पश्यन् अकर्मणि च कर्म यः स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् कर्मणि क्रियते इति कर्म व्यापारमात्रं तस्मिन् कर्मणि अकर्म कर्म अभावं यः पश्ये अकर्मणि च कर्म अभावे कर्तृसन्दत्वात् प्रवृत्तिनिवृत्त्योः वस्तु अप्राप्ति एव हि सर्वे एव क्रियाकारकादिव्यवहारः विद्याभूमौ एव कर्म यः पश्येत् पश्यति सः बुद्धिमान् मनुष्येषु स युक्तः योगी च कृत्स्नकर्मकृत् समस्तकर्मकृच्च सः इति स्तूयते कर्माकर्मणोः इतरेतरदर्शी ननु किमिदं विरुद्धम् उच्यते कर्मणि अकर्म यः पश्येतिति अकर्मणि च कर्म इति न हि कर्म अकर्मस्य अकर्म वा कर्म तत्र विरुद्धं कथं पश्येत् दृष्टः न अकर्म एव परमार्थतः स तु कर्मवत् अवभासते मूढदृष्टेः लोकस्य तथा कर्म एव अकर्मवत् तत्र यथाभूतदर्शनार्थमः भगवान् कर्मण्यकर्म यः पश्येत् इत्यादि अतो न विरुद्धं बुद्धिमत्वादिव्युत्पत्तेश्च बोद्धव्यम् इति च यथाबोधदर्शनमुच्यते न च विपरीतज्ञानात् अशुभात् मोक्षणं स्यात् यज्ञात्वा मोक्ष्यते अशुभात् इति च उक्तम् तस्मात् कर्माकर्मणि विपर्येण गृहीते प्राणिभिः तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनं कर्मण्यकर्मयः इत्यादि न च अत्र कर्माधिकरणम् अकर्म अस्ति कुण्डे बदराणि इव नापि अकर्माधिकरणं कर्म अस्ति कर्माभावत्वात् अकर्मणः अतः विपरीतगृहीते एव कर्माकर्मणि लौकिकैः यथा मृगतृष्णिकायां मुदकं चुक्तिकायां वा रजतम् ननु कर्म कर्म एव सर्वेषां न क्वचित् व्यभिचरति तत् न नौस्तस्य नाविगच्छन्त्यां तटस्थेषु अगतिषु नगेषु प्रतिकूलगतिदर्शनं दूरेषु चक्षुषा असन्निकृष्टेषु गच्छत्सु गत्यभावदर्शनम् एवम् इहापि अकर्मणि कर्मदर्शनं कर्मणि च अकर्मदर्शनं विपरीतदर्शनं येन तन्निराकरणार्थमुच्यते कर्मणि अकर्म यः पश्येदित्यादि तदेत उक्तप्रतिवचनमपि असकृम् अत्यन्तविपरीतदर्शनभावितया मोमुख्यमानो लोकः श्रुतमपि असकृत्तत्वं विस्मृत्य मिथ्याप्रसङ्गम् अवतार्य चोदयति इति पुनः पुनः उत्तरमः भगवान् दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः अव्यक्तोऽयमचिन्त्योऽयं न जायते म्रियते इत्यादिना आत्मनि कर्म अभावः श्रुतिस्मृतिन्यायप्रसिद्धः उक्तः वक्ष्यमाणश्च तस्मिन् आत्मनि कर्म अभावे अकर्मणि कर्मविपरीतदर्शनम् अत्यन्तनिरूढं यतः किं कर्म किमकर्म इति कवियोऽप्यत्रमोहितः देहादि आश्रयं कर्म आत्मनि अध्यारोप्य अहं कर्ता मम एतत् कर्म मया अस्य कर्मणः फलं भोक्तव्यमिति च तथा अहं तूष्णीभवामि येन अहं निरायासः अकर्म सुखी स्यामिति कार्यकरणाश्रयं व्यापारोपरमं तत्कृतं च सुखित्वम् आत्मनि अध्यारोप्य न करोमि किञ्चिन् तूष्णीं सुखमासीति अभिमन्यते लोकः तत्र इदं लोकस्य विपरीतदर्शन अपनयायाः भगवान् कर्मणि अकर्म यः पश्येदित्यादि अत्र च कर्म कर्म एव स तु कार्यकरणाश्रयं कर्मरहिते अविक्रिये आत्मनि सर्वैः अध्यस्तम् यतः पण्डितोऽपि अहं करोमि इति मन्यते अतः आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि नदीकूलस्थेषु वृक्षेषु गतिप्रातिलोम्येन अकर्म कर्माभावं यथाभूतं गत्यभावमिव वृक्षेषु यः पश्ये अकर्मणि च कार्यकरणव्यापारोपरमे कर्मवतु आत्मनि अध्यारोपिते तूष्णीम् अकुर्वं सुखम् आसे इति अहङ्काराभिसन्धिहेतुत्व तस्मिन् अकर्मणि च कर्म यः पश्ये यः एवं कर्माकर्मविभागज्ञः सः बुद्धिमान् पण्डितः मनुष्येषु सः युक्तः योगी कृत्स्नकर्मकृच्च सः अशुभात् मोक्षितः कृतकृत्यो भवति इत्यर्थः अयं श्लोकः अन्यथा व्याख्यातः कैश्चित् कथं नित्यानां किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानां तत्फल अभावात् अकर्माणि तानि उच्यन्ते गौण्यमृत्ये तेषां च अकरणम् अकर्म तच्च प्रत्यवायफलत्वात् कर्म उच्यते गौण्या एव वृत्ते तत्र नित्ये कर्मणि अकर्म यः पश्ये फलाभावः यथा धेनुरपि गौः अगौः इत्युच्यते क्षीराख्यं फलं न प्रयच्छति इति तद्वत् तथा नित्य अकर्णे तु अकर्मणि च कर्म यः पश्येत् नरकादि प्रत्यवायफलं प्रयच्छति इति नैतद्युक्तं व्याख्यानम् एवं ज्ञानात् अशुभात् मोक्ष अनुपत्ते यज्ञात्वा मोक्षते अशुभात् इति भगवता उक्तं वचनं भाद्येत् कथं नित्यानाम् अनुष्ठानात् अशुभात् स्यात् नाम मोक्षणं न तु तेषां फलाभावज्ञानात् न हि नित्यानां फलाभावज्ञानम् अशुभमुक्तिफलत्वेन चोदितं नित्यकर्मज्ञानं वा न च भगवता एव इह उक्तम् एतेन अकर्मणि कर्मदर्शनं प्रत्युक्तं न हि अकर्मणि कर्म इति दर्शनं कर्तव्यतया इह चोद्यते नित्यस्य तु कर्तव्यता मात्रं न च अकर्णान् नित्यस्य प्रत्यवायो भवति इति विज्ञानात् किञ्चित् फलं स्यात् नापि नित्य अकर्णं नियत्वेन चोदितं नापि कर्म अकर्म इति मिथ्यादर्शनात् अशुभात् मोक्षणं बुद्धिमत्त्वं युक्तत कृत्स्नकर्म कृत्वादि च फलम् उत्पद्यते स्तुतिर्व मिथ्याज्ञानमेव हि साक्षात् अशुभरूपं कुतः अन्यस्मात् अशुभात् मोक्षणं न हि तमः तमसो निवर्तकं भवति ननु कर्मणि यत् अकर्मदर्शनं अकर्मणि वा कर्मदर्शनं न तत् मिथ्याज्ञानं किं तर्हि गौणं फलभाव अभावनिमित्तम् न कर्माकर्मविज्ञानादपि गौणात् फलस्य अश्रवणं नापि श्रुतहानि अश्रुतपरिकल्पनायां कश्चित् विशेषः उपलभ्यते स्वशब्देनापि शक्यं वक्तुं नित्यकर्मणां फलं नास्ति अकर्णाच्च तेषां नरकपातः स्यादिति तत्र व्याजेन परव्यामोहरूपेण कर्मणि अकर्म यः पश्येत् इत्यादिना किम् तत्र एवं व्याचक्षणेन भगवता उक्तं वाक्यं लोकव्यामोहार्थमिति व्यक्तं कल्पितं स्यात् न च एतच्छद्मरूपेण वाक्येन रक्षणीयं वस्तु नापि शब्दान्तरेण पुनः पुनः उच्यमानं सुबोधं स्यात् इत्येवं वक्तुं युक्तं कर्मण्येवाधिकारस्ते इत्यत्र हि स्फुटतर उक्तहर्थः न पुनः वक्तव्यो भवति सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यमेव न निष्प्रयोजनं बोद्धव्यम् इत्युच्यते न च मिथ्याज्ञानं बोद्धव्यं भवति तत् प्रत्युपस्थापितं वा वस्त्वाभासं नापि नित्यानाम् अकरणात् अभावः प्रत्यवायभावोत्पत्तिः नासतो विद्यते भावः इति वचनं कथम् असतः सज्जा एता इति च असतः सज्जन्म प्रतिषेधात् असतः सदुत्पत्तिं ब्रुवत असदैव सद्भवेत् सच्चापि असद्भवेत् इति उक्तं स्यात् तच्च अयुक्तं सर्वप्रमाणविरोध न च निष्फलं विदध्यात् कर्म शास्त्रं दुःखस्वरूपत्व दुःखस्य च बुद्धिपूर्वकतया कार्यत्व अनुपत्तेः तदकरणे च नरकपात अभ्युगम अनर्था एव उभयतापि करणे च अकरणे च शास्त्रं निष्फलं कल्पितं स्यात् स्व अभ्युपगमविरोधश्च नित्यं निष्कलं कर्म इति अभ्युपगम्य मोक्षफलाय इति प्रवृत्तः तस्मात् यथाश्रुतैवर्थः कर्मणि अकर्मयः इत्यादि तथा च व्याख्यातः अस्माभिः श्लोकः